पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 58 व्यास उवाच शाखिनामेव सर्वेषां फलं वक्ष्यामि यादृश्यं तच्छृणुध्वं महाभागा रोपणे च पृथक् पृथक् यस्तु रोपयदे तीरे पुण्यवृक्षान् समन्ततः तस्य पुण्यफलं ज्ञातुं कथितुं नैव शक्यते अन्यत्र रोपणं कृत्वा शाकिनां यत्फलं लभेद ततो जलसमीपेदु लक्षकोटिगुणं भवेत् स्वयं पुष्करिणीतीरे त्वनं तं फलमश्नुदे तस्माच्छदगुणं भ्रूमः शाकिनां पुण्यकारिणाम् अश्वत्थरोपणं कृत्वा जलाशयसमीपदः यद्फलं लभते मर्त्यो न तत्क्रदुः शतैरपि पतन्तियानि पत्राणि जले पर्वणि पर्वणि तानि पिण्डसमानीह पितॄणामक्षयं ययुः कादन्ति पदगास्तत्र फलानि कामदो ध्रुवं ब्रह्मभक्ष्यसमं तस्य पुण्यं भवति चाक्षयम् अश्वत्थेनैव भक्ष्येण रोपणेनैव यद्फलं तद्वै क्रदु शतैर्नैव पुत्रैरेव शतैरपि उष्णे छायां प्रगृह्णन्ति गावो देवद्विजातयः कर्तुः पितृगणानां च स्वर्गो भवति चाक्षयः कर्तुं स्वस्थस्य वै विघ्नमक्षयत्वान्न शक्यते तस्मात् सर्वप्रयत्नेन रोपयेद्वृक्षमाधवम् एकं वृक्षं समारोप्य नरस्वर्गान्न हीयते तस्माद्देवमहावृक्षं रोपयध्वं द्विजोत्तमाः जलानां निकटे रम्ये रसानां क्रयविक्रये मार्गे जलाशये वृक्षान्रोपयेद्यो महाशयः अश्वत्थादीन् समारोप्य स्वर्गं यादि मनोरमम् अर्चयित्वा दु यत्पुण्यं प्रवक्ष्यामि द्विजादयः स्नात्वाश्वत्थं स्पृशेद्यस्तु सर्वपापैः प्रमुच्यते अस्नादो यस्पृशेन्मर्त्यो लभते स्नानजं फलम् दृष्ट्वा च नाशयेत् पापं स्पृष्ट्वा लक्ष्मीं प्रपद्यते प्रदक्षिणे भवेदायुः सदाश्वद्ध नमोऽस्तु ते शलद्दलाय वृक्षाय सदा विष्णुस्थिताय च बोधिसत्त्वाय योग्याय सदाश्वद्ध नमोऽस्तु ते अश्वत्थाय दुहव्यं तु पयो नैवेद्यमेव च पुष्पं धूपं दीपकं च दत्त्वा स्वर्गान्न हीयते सपुत्रं चाक्षयं विद्धि धनवृद्धियशस्करं विजयं मानदं भद्रमश्वत्थस्य प्रपूजनम् यज्जप्तं च हुदं स्तोत्रं यन्द्रमन्त्रादिकं च यत् सर्वं कोटिगुणं प्रोक्तं मूले चलदस्य च यस्य मूले स्थितो विष्णुर्मध्ये तिष्ठति शङ्करः अग्रभागे स्थितो ब्रह्मा कस्तं जगदिनार्चयेत् सोमवारे त्वमायां च स्नानं यन्मौनिना कृतं दानस्य गोसहस्रस्य फलं चाश्वद्धवन्दने सप्तप्रदिक्षिणेनैव गवामयुतजम्फलं प्रचुराल्लक्षकोटिश्च तस्मात् कार्या हि सा सदा यत्किञ्चिद्दीयते तत्र फलमूलजलादिकं सर्वं तच्चाक्षयफलं जन्मजन्मसु जायते अघोश्वद्ध समो नास्ति वृक्षरूपी हरिर्भुवि यथा पूज्यो द्विजो लोके यथा गावो यथा मराः तथाश्वद्ध वृक्षरूपी देवपूज्यतमस्मृतः रोपणे रक्षणे स्पर्शे पूजा कर्मणि वै सदा ददादिवित्तं पुत्रांश्च स्वर्गं मोक्षं पुनः क्रमाद किञ्चिच्छेदं तु ह्यः कुर्यादश्वद्धस्य तनौ नरः कल्पैकं निरयं भुक्त्वा चाण्डालादौ प्रजायते मूलच्छेदेन तस्यैव स च यात्यपुनर्भवम् पुरुषास्तस्य तिष्ठन्ति रौरवे घोरदर्शने अश्वत्थस्यैकवृक्षस्य रोपणे यत्फलं भवेद् तथैव चम्पकेर्केचत्रयाणां रोपणेऽपि च अष्टौ बिल्वस्य वृक्षाश्चन्यग्रोधाश्चैव सप्त च निम्बस्य दशवृक्षाश्च बलं चैषां समं भवेद् एकैकस्य फलं चोक्तं वृक्षाणां रोपणे द्विजाः एवं बुद्ध्वा तु धर्मात्मा यः कुर्यात् कृत्रिमं वनम् कल्पकोटिसहस्राणि कल्पकोटिशतानि च नाकमेधि सचूदस्य समारोप्य सहस्रकं ततो द्वित्रिगुणेनैव न्यूने वा प्रचुरोऽपि वा भुङ्क्ते भुक्त्वा पुनः कुर्यान्नृपो वाध सदीश्वरः स्वर्गं भोग्यं ततो राज्यं कल्याणं मङ्गलं शुभम् आरोग्यं शौर्यसम्पन्नमारामादेव जायते फलानि यस्य खादन्ति जन्तवोधसहस्रशः आश्रिताविह घाक्रीडा पदगाशलभादयः छायाश्रिताश्च ये सत्त्वा तत्सङ्ख्यादा पृथग्जनाः तस्य किं करतां यान्ति शदशो देवतार्चिताः ये च वृक्षा महासत्त्वा सर्वे ते देवरूपिणः तदर्चापि ध्रुवत्कार्या शुश्रूषां जलपिण्डकम् मर्त्यलोके च ते पुत्रास्तस्य जन्मनि जन्मनि सुरूपात्सुविनीताश्च सदा पुण्यक्रिया शुभाः एवं गणेशदां यान्ति जन्तवश्च्यूतलग्नकाः धात्री हरीतकी चान्ये कडुत्तिक्ताम्लसम्भवाः सर्वे चरमदशुद्धा भलदा शिवदा सदा प्रासादा यत्र सौवर्णाः सर्वरत्नविभूषिताः सर्वाभरणसंयुक्ता विमानाश्च निरोपमाः शादकुम्भमया वृक्षाः सदैव सर्वदायिनः सर्वर्तु सुखदा सौम्यकन्यका अप्सरसमाः गीतनृत्यपराधीरास्तत्र तिष्ठन्ति वृक्षदाः पुष्करिण्यो विशेषेण कादान्यन्यानि यानि च शुद्धो फलान्तरचिता नद्यः पायसकर्दमाः पुनर्दुग्धसफेनाश्च अन्नादिषड्रसान्विताः मर्त्यलोके यथा भोग्यं पुनः स्वर्गे पुनर्भुवि पुनरेव तदभ्यासात् खादस्मारामकं पुनः यथा पुण्यादिकं कृत्वा स्वर्गमर्त्याधिपः पुमान् अशक्तस्तु प्रपां कृत्वा पुष्करिण्या फलं लभेद प्रपाया लक्षणं चात्र सर्वपापहरं परं सर्वभोगप्रदं शुद्धं स्वर्गापवर्गदं स्थिरं लक्षणं च प्रवक्ष्यामि प्रपाया कीर्तिवर्धनं निर्जले ध्वनिभृक्तेजस्थाने कृत्वा च मण्डपं बहु पान्थे समायादे ग्रीष्मवर्षा शरत्स्वपि अगुरुकादिसौगन्ध्यं जलं पूगं स चन्द्रकम् आसनं चैव ताम्बूलं दत्त्वा स्वर्गान्न हीयते एवं वर्षत्रयेणैव पुष्करिण्या फलं लभेद स्वर्गाच्चैवाच्युतो मर्त्यो देवैरपि प्रपूज्यते मासमेकं तु यो दद्यात् प्रपां ग्रीष्मेध निर्जले कल्पैकं तु वस्येत् स्वर्गे स्वर्गाद्भ्रष्टो महीयते प्रपादास्तत्र तिष्ठन्ति यत्र पुष्करिणी प्रदा नो चेद्धर्मकडो देयः पुण्यः पापक्षयाय च एष धर्मकडो ज्ञेयो ब्रह्मविष्णुशिवात्मकः तव प्रसादात् सफलाः मम सन्धु मनोरथाः स्वर्णमाशं चतुर्भागं दक्षिणार्थं खडस्य च एवं वर्षत्रयेणैव प्रपादानफलं लभेद यः पडेच्छ्रावयेद्वापि पुष्करिण्यादिजं फलं साक्षात् पापात् भवेन्मुक्तस्तत्प्रसादात्तु सद्गतिः जनेषु श्रावयेद्यस्तु पुण्याख्यानमिदं शुभम् कल्पकोटिसहस्राणि सुरलोके स तिष्ठति इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पुष्करिण्यादिधर्मकीर्तनं नामाष्टपञ्चाशत्तमोऽध्यायः ॐ